सर्वे नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकालेषु सर्वदा. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. वाक्यदारं भाष्यदारं पतञ्जलिं पाणिनीं सुपादं च प्रणतोऽस्मि मुनित्रयं येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐ ऊन ऋलक् एवङ् ऐ औच् अयवरट् नन् ञामाङ्गाणम् झभै घटदश् जभ घटदश् खफ छठ छटतौ कपै षष सर् हल् इति माहेश्वराणि सूत्राणि. पाठं करोति नमस्ते महोदय. भवती करोति वा उषा भगिनी? अन्यस्य पुष्पा भगिनी कृत्वा म्यूट् नास्ति न. यु आर् नाट् इन् म्यूट् भगिनी, कृपया म्यूट् मध्ये. डोण्ट् हियर् एनिथिङ्ग्. पारायणं करोति वा उषा भगिनी? उषा भगिनी पारायणं करोति वा? सतीश् भवत्यपि म्यूट् मध्ये अस्ति. उषा भगिनी न श्रूयते वा? अस्तु, गोमती भगिनी भवती एव करोतु. महोदय नमस्कारः. समर्थः समर्थः पदविधिः. नमस्ते महोदय. तुभामन्त्रिते पराङ्गवत् प्राक् कटारात् समासः. सुभामन्त्रिते पराङ्गवत् स्वरे. सोरि, क्षम्यतां. समर्थः पदविधिः सुभामन्त्रिते पराङ्गवत्स्वरे प्राक् कटारात् समासः सह सुपा अव्ययी भावः अव्ययं विभक्तिः समीपसमृद्धिव्युर्थि अर्थाभावत्यया सम्प्रति शब्दप्रादुर्भाव पश्चाद्यथा अनुपूर्व्ययौगपद्य सादृश्यसम्पत्तिः साकल्य अन्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्च वः पञ्चम्या आमर्यादाभिविध्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायमः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्या वंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. नमस्ते महोदय, उषा अस्मि. अस्तु भगिनि, बहुवारम् ओके, मै मैक् वास् वेरि लो, ऐ दिन् सारि. चिन्ता मास्तु. अस्तु, अत्र अत्र गतवर्गे अपपरिबहिरञ्च पञ्चम्या आङ्मर्यादाभिविद्योः इति सूत्र द्वयस्य प्रक्रिया कीदृशी भवति इति अस्माभिः चर्चिता. इदानीं गतवर्गे एव तत्र लक्ष्मीना विप्रतिया विमुख्ये इति सूत्रस्यापि आरम्भः कृतः अस्माभिः. अत्र इतोपि अस्ति, अत्र बहु किमपि अस्ति दक्षिणेनाभिप्रतियाभिमुखे इत्यत्र अष्टमबिन्दुः अस्ति, ततः तत्र पाठे अष्टमबिन्दुः अस्ति, ततः आरभ्य वयं पठेम अद्य. अस्तु, अत्र उषा भगिनी भवती एव लक्षणेनाभिप्रत्याभिमुख्ये इति सूत्रस्य पठति वा? आं महोदय. सम्मुखता इत्यस्मिन् अर्थे अभि प्रति च एतौ द्वौ शब्दौ छिन्नवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति. लक्षणे नाभि प्रति आभिमुख्ये सम्मुखता फेसिङ्ग् डिरेक्षन् सम्मुखता इत्यस्मिन् अर्थे अभि प्रति च एतौ द्वौ शब्दौ छिन्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति. लक्षणं छिन्नं तद्वाचिना सुबन्तेन सह अभि प्रति शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते. लक्षणं छिन्नं तद्वाचिना सुबन्तेन सह अभि प्रति शब्दौ अभिमुख्ये आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति. लक्षणं नाम छिन्नं ज्ञापकं रिमैण्डर् लक्षीकृत्य इत्यर्थः. अभिश्च प्रतिश्च तयोः इतरेतरयोगद्वन्द्वः अभिप्रति. अभिमुखस्य भावः अभिमुख्यं तस्मिन् आभिमुख्ये. लक्षणेन तृतीयान्तम् अभिप्रति प्रथमाद्विवचनान्तम् आभिमुख्ये सप्तमीयन्तम्. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः. सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सहसुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्य अधिकारः अस्ति. समर्थःपरविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् आभिमुख्ये अभि प्रति सुपौ लक्षणेन सुपासः अव्ययीभावः समासः विभाषा. अभि प्रति इति अव्ययः लक्षणेन इति सुबन्तेन पदेन समस्यते. अभि प्रति इति आभिमुख्ये इति आभिमुख्ये इति सप्तमीयन्तं पदम् आभिमुख्ये दिस् इस् लैक् सम्मुखता फेसिङ्ग् अर्थे अभि प्रति द्वौ अव्ययं सम्मुखता इत्यस्मिन् अर्थे लक्षणेन इति सुबन्तेन सह समस्यते. लक्षणेन शब्देन सुबन्तेन सह लक्षणेन इति लैक् रिमैण्डर् हौ इट् इस् इण्डिकेटर् आर् द गोल् आर् द सैन् Yeah. सेण्टेन्स् विभाषा या विभाषा या सो व्यस्तपदम् अपि अस्ति व्यस्तपदं प्रयोगम् अपि अस्ति विभाषा इत्यस्मिन् सूत्रात् सूत्रे सूत्रे लक्षणेन इति पदस्य लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन पदेन सह सह एव समासः भवति न अन्यत्र लक्ष्यते अनेन इति लक्षणं लक्ष्यं छिन्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे ओके सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणेन वाचिपदेन एव समासः भवति ओके लक्ष्यं छिन्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः ओके तदेव उक्तम् ओके अभि अभि इति अव्ययस्य बहवः अर्थाः सन्ति आभिमुख्ये पूजायां सादृश्ये इच्छायाम् इत्यादयः प्रति इति अव्ययस्यापि बहवः अर्थाः सन्ति दीप्सायां प्रतिनिधौ सादृश्ये व्याप्तौ आभिमुख्ये इत्यादयः यदा अभिप्रति आभिमुख्यार्थे स्तः तदानीं तयोः चिन्नवाचिना सुबन्तेन सह अव्ययीभावसमासः भवति अभि प्रति इति अव्ययः अव्यय अर्थः बहवः सन्ति अत्र सूत्रे अभि प्रति आभिमुख्यार्थे एव छिन्नवाचिना लक्षण सुबन्तेन सह अव्ययीभावसमासः भवति यद्यपि बहवः अर्थाः सन्ति सत्यं तदस्ति अत्र सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन सह एव समासः भवति न अन्यत्र लक्ष्यते अनेन इति लक्ष्यम् लक्ष्यते अनेन लक्ष्यं लक्ष्यं चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति इति सूत्रे अस्मिन् सूत्रे लक्ष्यते अनेन इति लक्ष्यं लक्षणम् लक्ष्यं चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः इत्युक्ते किम् लैक् I think like if I say like pratyaksham I think in the last class at gatavarge we did I think pratyaksham meaning like what is in front of me like in the sight is in the what is in front of me the object is indicated and not the thing that is the lakshyate the goal is the object I don't know how do I say that in Sanskrit tadeva tatra lakshyate anena iti lakshanam lakshanam itute anena lakshanena vayam kim kurmaha lakshyasya jnanam praptumaha iti artha lakshyate kim anyat kim api lakshyate idanim udaharanam asti atra शासनावति गोः इति अस्ति शासनावति गोः इति अस्ति गोः लक्षणं किं यत् शासनावति अस्ति तदेव गो इत्युक्ते तत्र नेक् पोर्शन् अस्ति खलु इफ् यु सी द नेक् पोर्शन् आफ् गौ इट् हेस् अ स्माल् फ्लेश् पार्ट् दट् इस् एब्सेण्ट् इन् एनी अदर् अनिमल् अत्र इदानीं मेषकः महिषं स्वीकुर्मश्चेत् तत्रापि तत्र विषाणम् अस्ति, अनन्तरं कुञ्चम् अस्ति, तत्सर्वम् अस्ति तत्र मगिष्यां तत्र एतद् स्नास्ना इति कश्चन मांस विशेषः नास्ति. So it doesn't have that flesh part under the neck. Neck, oh, okay. एवं तत्र लक्षणेन लक्ष्यं वयं ज्ञातुं शक्नुमः. इदानीं स्नास्नावति गोः इति वदामश्चेत् इदानीं लक्षणम् अस्ति, लक्षणमस्ति यत् यस्य स्नास्ना अस्ति सः सा गो, यस्याः स्नास्ना अस्ति सा गो इति अस्ति. इदानीं लक्षणम् उक्तम्, लक्षणेन वयं लक्षणं किं स्नास्ना, लक्ष्यं किं गो. ज्ञातुं शक्नुमः लक्षणेन लक्ष्यस्य ज्ञानं प्राप्नुमः. तदेव तत्र लक्ष्ये लक्ष्यते अनेन इति लक्षणं, लक्ष्यस्य लक्षणस्य लक्षणं वाक्यं. लक्षणम् इति लक्षणम् इत्युक्ते किं, लक्ष्यते अनेन इति, अनेन वि नो संथिङ्ग् एल्स्, लक्ष्यते अनेन इति लक्षणम्. इदानीम् अग्रिमवाक्यमस्ति लक्ष्यं छिन्नम्, लक्ष्यम् इदानीं लक्षणं, लक्षणेन यत् लक्ष्यते तद् लक्ष्यं, दट् विच् इस् नोन् त्रू लक्षणम् इस् लक्ष्यं, द गोल्. लक्ष्यं छिन्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः. इदानीम् अस्मिन् सूत्रे लक्षणम् इति पदं केन अर्थेन प्रयुक्तः, कस्मिन् अर्थे प्रयुक्तः इत्युक्ते लक्ष्यम् इति अर्थे प्रयुक्तः अस्ति. लक्षणम् इति पदं, लक्षणेन इत्युक्ते लक्षणम् इति पदम् इस् आक्चुलि इण्डिकेटिङ्ग् द गोल्, इट् इस् नाट् द लक्षणम् इट् सेल्फ्. सूत्र लक्ष्यं छिन्नम् इत्यस्मिन् अर्थे लक्षणमिति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे. इत्युक्ते लक्षणमिति पदं, लक्षणेन इति पदे लक्षणम् इति यत् अस्ति तद् लक्ष्यमेव सूचयति, लक्ष्यमेव सूचयति, न तु लक्षणम् इति अर्थः. तादृशप्रयोगः अस्ति प्रायः इति कृत्वा तत्र तादृश अथवा किं भवति तत्र भ्रमः भवति, किं तत्र लक्षणम् इति अपि उक्तमस्ति, अभिमुखे अपि अस्ति. लक्षणम् इत्युक्ते येन अथवा अनेन ज्ञायते इति लक्षणम् अथवा अनेन लक्ष्यते इति लक्षणं, तदा भ्रमः भवति. अत्र लक्ष्यं भिन्नं, लक्षणं भिन्नं तु अत्र लक्षणम् इति पदस्य अर्थः लक्ष्यमेव. अभि इति अभ्यवस्य अभिमुखीपूजायां तत्सर्वम् उक्तवती इति कृत्वा सः तदानीं तयोः चिह्नवाचिन सुबन्धेन सह अभिभावः समासः भवति. समीचीनम् अस्तु. पठितवती खलु. धन्यवादः. अत्र विभाषा इति कृत्वा तत्र कर्मप्रयोजनीया संज्ञा अपि भवति इति अग्रे भगिनी लिखितवती अस्ति. इदानीं प्रक्रिया कृत्वा तत्र विभाषा पठेम वा तत्र तदा किञ्चित् अस्तु क्रमे एव कुर्मः. अरविन्द महोदय भवान् पठति वा महोदय लक्ष्मी तं भूताख्यान इति. लक्षणेन तं भूताख्यानभागविभासु प्रतिपरिणवः इति सूत्रेण दक्षिण इत्थम्भूताख्यान अभागदीप्सासु अर्थेषु विषयभूतेषु प्रतिपरि अनव कर्मप्रवचनीयसप्तकाः भवन्ति. अर्थात् अनेन सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति. लक्षणादि अर्थेषु द्योषु लक्षणं नाम ज्ञापकः इत्यर्थम्. अस्मिन् सूत्रे इत्थम्भूताख्यान भाग इत्यादि उक्तं, परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसङ्गे. दीक्षायां तु प्रति इत्यस्य चर्चा पूर्वमेव ज्ञाता. अभ्यं विभक्तिसमीपसम्प्रति अर्थाभावत्यसम्प्रति षट्प्रादुर्भावपश्चाद्यथानुभूयौगपत्यसादृश्य सम्पत्तिसाधन्यान्तपदनेषु इति इत्यत्र यदा लक्षणार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण. उदाहरणं वृक्षं प्रति द्युत्योतते विद्युत्. वृक्षस्य समीपे विद्युत् अस्ति. वृक्षं दृष्ट्वा तत्समीपस्थाया विद्युतः ज्ञानं भवति इत्यर्थः. अस्मिन् परिच्छेदे कर्मप्रवचनीयसूत्रस्य विवरणं दत्तमस्ति. लक्षणे इत्थम्भूताख्यान भागदीप्सासु अर्थेषु प्रतिपरि अनु त्रयोः कर्मप्रवचनीयसंज्ञा भवति. अस्मिन् भाग इत्थम्भूताख्यान भाग इति द्वयोः समासप्रसङ्गे कोऽपि कार्यं नास्ति कृत्वा तं त्यक्त्वा दीप्सायाम् एवं लक्षण इति द्वयोः चिन्तनीयं करणीयं. दीप्सा इति प्रति अव्ययस्य दीर्घसूत्रम् अव्ययं विभक्ति दीर्घसूत्रे चिन्तनं कृतवन्तः अस्माभिः. तत्कारणेन अत्र लक्षण इति पदस्य एव प्रसक्तिः. इत्युक्ते लक्षण इत्युक्ते इति कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया कर्मप्रवचनीयुक्ते द्वितीया भवति सूत्रेण द्वितीय समस्तपदस्य सुबन्धपदस्य योजनं भवति इति अर्थम्. उदाहरणमस्ति वृक्षं प्रति विद्युते द्योतते विद्युत् इति वचने वृक्षस्य समीप विद्युत् अस्ति विद्युदस्ति एवं वृक्षं दृष्ट्वा तस्य समीपे विद्युत् अस्ति इति ज्ञानं भवति इत्यर्थः. अभिरवाके इति तत्र वृक्षं प्रति विद्योदते विद्युत् अत्र कार्यं किं कथं किम् अत्र किम् उक्तमस्ति वृक्षं प्रति विद्योदते विद्युत् अत्र वृक्षं प्रति विद्योदते विद्युत् इति वाक्ये प्रति इति अव्ययं वृक्षम् इति द्वितीय विभक्त्या प्रदर्शिता सुबन्धपदलक्षणं कृत्वा तस्य समीपे विद्युत् अस्ति इति बोधो जायते. इति प्रति इति अव्ययं वृक्षस्य लक्षणं कुर्यते. अत्र लक्षणं किं लक्ष्यं किम् लक्ष्यमस्ति विद्युत् विद्युत् इति विद्युत् अस्ति लक्षणं कृत्वा वृक्षं लक्षणं भवति लक्ष्यं भवति विद्युत् लक्ष्यीकृत्य तस्य द्योतनार्थं लक्षणं दत्तमस्ति वृक्षं तत्कारणेन वृक्षम् इति बोधने तस्य समीपे विद्युदस्ति इति ज्ञानं भवति. अस्तु, इदानीं समीचीनम्. अत्र सत्यं, तत्र वृक्षं यदा साक्षात् वयं विद्युत् तत्र साक्षात् न पश्यामः, तत्र कुत्रचित् तत्र मेघे विद्युत् अस्ति इति चिन्तयामः, तेन तत्र विद्युतः प्रभा तत्र वृक्षे पतति. इदानीम् अन्धकारः अस्ति, वृक्षं दृष्ट्वा वयं ज्ञातुं शक्नुमः तत्र विद्युत् द्योतते इति, विद्युत् द्योतते इति वयं ज्ञातुं शक्नुमः यदा वयं वृक्षं, अन्धकारः अस्ति खलु, अन्धकारः सर्वत्र अन्धकारः अस्ति. इदानीं विद्युतः प्रभा तत्र वृक्षे पतति, प्रभा तत्र वृक्षं दृष्ट्वा वयं ज्ञातुं शक्नुमः विद्युत् प्रकाशते इति, द्योतते इति कृत्वा तत्र वृक्षम् इति लक्षणं भवति. कस्य लक्षस्य? वृक्षं दृष्ट्वा वयं किं जानीमः? तत्र विद्युत् द्योतते इति वयं जानीमः, वृक्षेण विद्युतः ज्ञानम् इति अस्ति इति कृत्वा तत्र वृक्षं लक्षणम्, लक्षणे तत्र प्रति इति अव्ययस्य योजनेन तत्र वृक्षं प्रति इति भवति चेत् तत्र वृक्षशब्दस्य द्वितीया कर्मप्रवचनीये द्वितीया, कर्मप्रवचनयुक्ते द्वितीया इति प्रति इति तत्र अनेन सूत्रेण लक्षणयुक्तं भूताख्यान भागवीर्षासु प्रतिपर्यनवः इति सूत्रेण तत्र तस्य कर्मप्रवचनसंज्ञा अस्ति इति कृत्वा तत्र वृक्षम् इति पदस्य द्वितीया भवति. अस्तु, तत्र सामान्यतया पुस्तकेषु अपि वाक्येषु अपि न सम्यक्तया लिखितमस्ति सर्वप्रवचने भागः, सर्वत्र तादृशमेव अस्ति, तस्य विवरणं कुत्रापि सम्यक् नास्ति. उदाहरणानि अपि विरलाणि एव. अग्रे पठति वा पठति वा महोदय? अभिरभागे, अभिरभागे इति सूत्रेण लक्षणयुक्तं भूताख्यानयुक्तासु अर्थेषु विषयभूतेषु अपि कर्मप्रवचनीयसंज्ञा भवति. अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीय भवति लक्षणादिषु अर्थेषु द्योत्येषु. यदा पूर्वपरिच्छेदे दत्तमस्ति सर्वम् अत्रापि तस्य प्रसक्तिः अस्ति, केवलम् अव्ययपदं प्रति इत्यस्य स्थले अभि इति अव्ययम् एव पृथक् अस्ति. यथा वृक्षं प्रति विद्योतते विद्युत्, पूर्णतया पठतु तदा भवति सर्वेषां सभायां. What is written in the previous is the same. Everything, every word is the same. Except the word abhi is changing here, that's all. अस्तु, तत्र उदाहरणम् अस्ति अभि इत्यस्य प्रयोगः दीप्सार्थे. Only abhi. Everything is the same. Anyway, लक्षणं नाम ज्ञापकम् इत्यर्थः. अस्मिन् सूत्रे इत्थं भूताख्यानम् इत्यपि उक्तं, परन्तु तस्य चिन्तनम् आवश्यकम् अनावश्यकम् अल्पसमासप्रसङ्गे. दीप्सार्थे अपि इत्यस्य समासः न विधीयते. अभियं विभक्तिसमीपस्य दीर्घसूत्रे इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके, अभि इत्यस्य प्रयोगः दीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे. यथा देवं देवम् अभि सिञ्चति. यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति कर्मप्रवचनीयेषु कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण. उदाहरणं वृक्षम् अभि द्योतते विद्युत्. वृक्षस्य समीपे विद्युत् अस्ति. वृक्षं दृष्ट्वा समीपस्थया विद्युत् ज्ञानं भवति इत्यर्थः. समीपस्थायाः विद्युत् ज्ञानं भवति इत्यर्थः. अत्र अपि इति अभ्यस्य प्रसक्तिः अस्ति. यदा पूर्वं वृक्षं प्रति विद्युते विद्युत् तस्य अन्य उदाहरणमस्ति वृक्षम् अपि विद्युते विद्युत्. अत्र अपि इति पदं वृक्षं लक्षणं कृत्वा तस्य समीपे विद्युत् इति दर्शीकृत्य यदि अन्धकारे अत्र भगिनी एवं लिखितमस्ति तु अत्र अन्यत्र व्याख्यानेषु एवं न तत्र समीपे विद्युत् अस्ति इति समीपे विद्युत् अस्ति इति कृत्वा तत्र वृक्षं वृक्षस्य लक्षणं किमर्थम्? अत्र समीपे विद्युत् अस्ति चेत् तत् जानीमः. तत्र तु विद्युत् अस्ति महोदय. महोदय ऐसे कोऽपि लिङ्गेन एकं वस्तु अन्य वस्तुषु या जातिषु पृथक् क्रियते चेत् तत् लिङ्ग अधिकरणेन तत् वस्तु लक्षणं तत् वस्तुना लक्षणं भवति पृथक् करणार्थं. तत् एव लक्षणस्य विशेष लक्षणस्य तत् लिङ्गं दृष्ट्वा लिङ्गं या चिह्नं दृष्ट्वा तस्य पृथक्तताभावम् अपि जानाति. भवान् उक्तवान् यदा भवान् उक्तवान् स्नास्नवान् स्नानावधि गोः तत्र स्नास्न एव लिङ्गमस्ति. सत्यं तत् दृष्ट्वा एव तस्य लक्षणं भवति स्नास्नावधि गोः. तत्र लक्ष्यं गोः इति लक्ष्यं लक्ष्यं जानीमः. लक्ष्यम् अस्ति गोः. लक्ष्यस्य लक्षणमस्ति स्नास्न. सत्यं यस्मिन् वस्तुनि लक्षणं दृष्ट्वा तस्य पृथक्त्वं भवति अन्यवस्तुषु अन्यजातिषु सत्यं तत्र बोधो ज्ञायते तस्य लक्षणं पृथक् करोति अन्यवस्तुषु सत्यम्. अत्रापि यत्रापि अभि वृक्षम् इति उच्यते चेत् या कोऽपि वृक्षे प्रभाव दृश्यते विद्युत प्रभा दृश्यते तत् वृक्षं पृथक् करोति अन्यवृक्षेषु इति कृत्वा वयं वक्तुं शक्यते वृक्षम् अत्र लक्ष्यं किम्? लक्ष्यमस्ति प्रभा विद्युत् प्रभा विद्युत् विद्युत् विद्युत् विद्युत् विद्युतः ज्ञानं कदा भवति? विद्युत् आकाशे अस्ति तस्य प्रभा वृक्षे पतति चेत् वृक्षं दृष्ट्वा अहं वयं सत्यं भोतुं शक्यते विद्युत् अस्ति इति ज्ञातुं शक्नुमः खलु. अत्र वृक्षस्य समीपे विद्युत् अस्ति इति नास्ति. तत्र वृक्षस्य समीपे विद्युदेव अस्ति चेत् विद्युदेव ज्ञातुं शक्नुमः खलु. वृक्षं पश्यामि, विद्युदपि पश्यामि, तत्र वृक्षेण विद्युत् कथं विद्युदस्ति आकाशे. हा, तत्र विद्युतः नानं तत्र वृक्षं दृष्ट्वा मयि जायते, ओ विद्युत् तत्र आकाशे प्रकाशते इति कृत्वा वृक्षं लक्षीकृत्य वृक्षं लक्षीकृत्य एव बोधो जायते विद्युदस्ति आकाशे. सत्यं तदेव अस्ति, लक्षणं दृष्ट्वा लक्ष्यसि ज्ञानम् इति अस्ति. इदानीम् अभि इति पदे तत्र अभियेन तत्र वृक्ष इति पदस्य कर्मप्रवचनीयुक्ते द्वितीया इति सूत्रेण तत्र द्वितीयाविभक्ति विहिता भवति. अस्तु, अत्र अभिरभागे इत्युक्ते इतोपि किञ्चित् अहं वदामि. अत्र अभिरभागे इत्युक्ते अभिः, अभागे अभागे इत्युक्ते न भागे इत्यर्थः. इदानीं पूर्वस्मिन् सूत्रे किमस्ति, लक्षणे इत्थं भूताख्यान भाग ईसासु प्रतिपर्य नमः इति अस्ति. प्रति परि अणु इति अव्ययत्रयं लक्षणे इत्थं भूताख्यान भाग वीस इति चतुर्षु अर्थेषु कर्मप्रवचनसंज्ञां प्राप्नुवन्ति प्राप्नोति इति अस्ति. अत्र अभिरभागे किं वदति इत्युक्ते अत्र अभागे लक्षणे इत्थं भूताख्यान भाग भाग इति अस्ति खलु, तस्मिन् अर्थे विहाय तम् अर्थं विहाय भागार्थं विहाय अन्यासु अन्येषु अर्थेषु इत्युक्ते लक्षणे इत्थं भूताख्यान वीप्सासु इति त्रिषु अर्थेषु अभि इति अव्ययं कर्मप्रवचनसंज्ञां प्राप्नोति इति अर्थः. तदेव अभागे अभागे इत्यस्य अर्थं किं? तदेव अहम् उक्तवान् खलु, लक्षणे इत्थं लक्षणे इत्थं भूताख्यान भागवीप्सासु इत्यत्र लक्षणं लक्षणम् इत्थं भूताख्यान लक्षणम् इत्थं भूताख्यान भागवीप्सा इति चत्वारः अर्थाः सन्ति. तेषु तत्र प्रति परि अणु इति त्रयः त्रीणि अव्ययानि प्रयोक्तानि भवन्ति, तदा कर्मप्रयोजनसंज्ञां प्राप्नुवन्ति. इदानीम् अभिरभागे इत्युक्ते अभिः अभागे इति पदविश्लेषणम्. अभागे इत्युक्ते किं? पूर्वस्मिन् सूत्रे यदुक्तमस्ति लक्षणे इत्थं भूताख्यान क्षम्यतां लक्षणे इत्थं भूताख्यान भागवीसा इति एतेषु त्रिषु अर्थेषु भागम् इति अर्थं त्यक्त्वा अन्येषु अर्थेषु अभि इति अभ्यमपि कर्मप्रवचनसंज्ञां प्राप्नोति इति. इदानीं तत्र यथा लिखितमस्ति, उदाहरणं वृक्षं प्रति विद्योदते विद्युत् इति, तत्र लक्षणार्थी अस्ति खलु, एवं वृक्षम् अभि विद्योतिते विद्युत् इति अस्ति. इदानीं तत्र भूताख्यान इत्युक्ते तस्य तत्र उदाहरणं जडाभि तापसः इति उदाहरणमस्ति. भूताख्यान जडाभि तत्र अभि इति जडाभि वा किं महोदय? जडाभि तापसः जडान् जडा दृष्ट्वा तस्य यस्य जडा अस्ति सः तापसः अवश्यं भवति इति तापस लक्षणं भवति. सत्यम् एवम् अभवत् इत्युक्ते पूर्वं सः न एवं न आसीत्, इदानीम् एवम् अस्ति इति तत्र इत्थं भूताख्यान पूर्वं तत्र एकम् उदाहरणं तत्र एकं स्वीकृत्वा वदामि, तदा किञ्चित् सरलं भवति वक्तुम्. तद् अन्वयव्यतिरेकी अस्ति, विष्णुभक्तः अभवत् यदा उदाहरणमासीत्, एकः पुरुषः विष्णुभक्तः नासीत् इदानीं विष्णुभक्तः अस्ति, त तत् सूचनार्थं भक्तम् अभि इति कश्चन उदाहरणम् अस्ति. चतुर्थपादकम् चतुर्थपादः उदाहरणं स्मरणे नास्ति तदेव प्रश्नम् उदाहरणं इत्थम्बोधाख्यानक उदाहरणमस्ति जडाभित्तापसः अत्र एकनिमिषं महोदय इत्थम्भूत्याख्यानस्य साधुदेवदत्तो मातरं प्रति इति अथवा साधुदेवदत्तो मातरं प्रति इति अस्ति तत्र प्रति इति उक्तमस्ति तत्र इदानीं साधुः देवदत्तः मातरम् अभि इति अस्ति साधुदेवदत्तः मातरम् अभि इति तत्र इत्युक्ते देवदत्तः मातरम् अभि मातरं प्राप्त्वा देवदत्तः साधुः अभवत् पूर्वं सः साधुः न आसीत् इदानीं सः साधुः अभवत् तत्र कथं सः साधुः अभवत् मातरं प्राप्तवान् इति कृत्वा सः साधुः अस्ति साधुः देवदत्तः इदानीं देवदत्तः साधुः अस्ति साधुः देवदत्तः मातरम् अभि इत्युक्ते पूर्वं सः साधुः न आसीत् इदानीं सः साधुः अस्ति केन कारणेन इत्युक्ते सः इदानीं सः मातरं प्राप्तवान् इति कृत्वा तत्र मातरम् इति पदस्य द्वितीया भवति तेन सह तत्र अभि इति अभयं कर्मप्रवचनसंज्ञा प्राप्त्वा तत्र कर्मप्रवचनयुक्ते द्वितीया इति मातर मातृपदस्य तत्र मातरम् इति द्वितीया विभक्तिः भवति इदम् एवमेव भक्तो देवदत्तः विष्णुम् अभि इति अपि अस्ति पूर्वं सः देवदत्तः विष्णुभक्तः न आसीत् इदानीं विष्णुभक्तः अस्ति इति कृत्वा तत्र भक्तः देवदत्तः विष्णुम् अभि इति अपि अस्ति एवं तत्र अन्यासु अर्थेषु भागं विहाय वीक्षार्थे अपि अभि इति अव्ययं वयं तदेव अत्र भगिन्या लिखितमस्ति वीक्षार्थे अपि देवं देवम् अभिसिञ्चति अथवा वृक्षं वृक्षम् अभिसिञ्चति इति अपि उदाहरणमस्ति तु अत्र यद्यपि तत्र वीक्षार्थे अभि इति अभयं कर्मप्रयोजनं प्राप्नोति तस्य समासो न भवति केवलं प्रति इति अभ्यस्य एव तत्र समासो भवति इत्यपि अस्ति संक्षेपे वदामि चेत् यत्र लक्षणं कोऽपि सुबन्धसभे शब्देन वक्तुमिच्छति चेत् प्रति एवम् अभि इति द्वयोः अव्ययोः समासं कृत्वा तत् लक्षणस्य बोधो जायते सत्यम् अस्तु धन्यवादः महोदय इदानीं गोमती भगिनी भवती दक्षिणेनाधिपति अभिमुखे इत्यस्य उदाहरणानि तस्य पूर्वं महोदय मम संशयः अस्ति लक्षणेन इत्थम्भूताख्यान भागविप्सासु प्रतिपरि अनवः इति सूत्रे प्रतिपरि अनु एते एतानि अव्ययानि कदा कर्मप्रवचनीयसंज्ञां प्राप्नोति इति उक्तं न सत्यं सत्यं तदेव. अनन्तरं वयम् अस्माभिः समाससूत्रं वदति लक्षणेन अभिप्रति अभिमुख्यो, तत्र अभि इति अव्ययमस्ति. सत्यम्. अभि इति अव्ययस्य लक्षणेन इत्थं बोधाभ्य, तत्र अभि इति अव्ययस्य what to say, that word is not there, abhi is not there, that is why abhirabhage iti dattam asti va abhirabhage atra kima atra idanim abhi iti tatra lakshaneitam bhuta akhyana bhaga vipsasu pratipatya navaha iti atra prati pari anu iti trini avyayani uktani santi अभि इति अव्ययं तत्र योजयामश्चेत् किं भवति, सः भागाति अपि तस्य प्रयोगः भवति इति अर्थः भवति. तादृशं नास्ति, अभि इति अव्ययं यदा कदापि भागार्थे तस्य प्रयोगः भवति इति अस्ति इति कृत्वा तत्र पृथक्तया पाणिनिमहर्षि पृथक्तया एकं सूत्रं लिखितवान् अस्ति. अत्र उदाहरणार्थं यदत्र मां प्रति स्यात्, यदत्र मां परि स्यात्, यदत्र मा अनु स्यात् इति भागार्थे यद् यत्किमपि वस्तु किमपि अस्ति तस्य भागः इत्युक्ते केक् अस्ति इति चिन्तयामः, अस्माकं मृदः केक् अस्ति, तस्य कश्चन भागः मम भवतु इति वक्तुं वयं वक्तुं कथं वक्तुं शक्नुमः इत्युक्ते यदत्र मां प्रति स्यात् इति वक्तुं शक्नुमः. इदानीम् अर्ध केक् मम भवतु इति वक्तुम् इच्छामश्चेत् यदत्र मां प्रति स्यात् इति वक्तुं शक्नुमः. तु अत्र यदत्र माम् अभि स्यात् इति न भवति, अभि इति प्रयोगः तत्र न भवति इति कृत्वा तत्र अभिरभागे इति पृथक्तया पाणिनिमहर्षि एकं सूत्रं लिखितवान्. तदा किं तदा लक्षणार्थे इत्थं भूताख्यानार्थे तदनन्तरं वीप्सार्थे इति एतेषु त्रिषु अर्थेषु अभि इति अव्ययं कर्मप्रवचनसंज्ञां प्राप्नोति इति अर्थः. अस्तु महोदय. महोदय अत्र इत्थं भूताख्यान इति वदनेन किम् अर्थम्? इत्थं भूताख्यान इत्युक्ते एवम् अभवत् इति, इत्थं भूताख्यानम् इत्युक्ते एवम् अभवत्, सः एवम् अभवत्, भक्तः अभवत्, इदानीं साधुः अभवत्. तत्र वयम् अनेन इदानीं व्याख्यानं दृष्ट्वा एव तस्य अर्थं ज्ञातुं शक्नुमः. इदानीम् इत्थं भूताख्यानम् इत्युक्ते किम् इत्येव वयं ज्ञातुं तेन पदेन अस्माकं मनसि अर्थः न स्फुरति, व्याख्यानं दृष्ट्वा तस्य अवगमनं कर्तव्यम्. एवं वा महोदय, एवं वा भागम् अस्ति चेत् प्रति परि अनु सूत्रे लक्षणेन इत्थं सूत्रेण कर्मप्रवचनीयसंज्ञा प्राप्नोति, अभागार्थे अभि इति अव्ययं, वीप्सार्थे कर्मप्रवचनीयसंज्ञा प्राप्नोति अर्थम् एतत् एषः वा? वीप्सार्थे लक्षणार्थे इत्थं भूताख्यानार्थे. अस्तु महोदय, पठामि पठतु भगिनि. लक्षणेनाभिप्रति आभिमुख्ये इत्यस्य उदाहरणानि दत्तानि. प्रथमम् अग्निम् अभि अभ्यग्निशलभाः पतन्ति. अग्निम् अभि शलभाः पतन्ति. द मौत् फाल्स् इन् द डैरेक्षन् आफ् द फायर्. शलभः नाम कीटः इति. कीटाः अग्नेः दिशि पतन्ति. अग्निं लक्षीकृत्य अभिमुखं पतन्ति इत्यर्थः. अग्निः ज्ञापकः येन अग्नेः अभिमुखे शलभपतनम् इति अर्थः ज्ञाप्यः भवति. वदामि अत्र अग्निम् अपि इति दत्तमस्ति. तत्र विग्रहवाक्यम् अग्निम् अभि शलभाः पतन्ति इति. अग्निम् अभि शलभाः पतन्ति अत्र समस्तप्रयोगे अभ्यग्नि भवति. वाक्यं भवति अभ्यग्नि शलभाः पतन्ति इति वाक्यद्वयम्. अभ्यग्निशलभाः शलभाः पतन्ति इति समस्तपदेन, अभि शलभाः पतन्ति इति कर्मप्रवचनीयसंज्ञायुक्तविभाषार्थे लौकिकवाक्यम्. अत्र शलभाः पतन्ति, शलभाः अग्निं लक्षीकृत्य पतन्ति. अग्निलक्ष्यं भवति, लक्ष्यं भवति लक्षणेन. तत्र अभि इति अव्ययं सम्मुखार्थे. शलभाः अग्निं दृष्ट्वा तत्र गच्छन्ति. अग्निं तेषां लक्ष्यः लक्ष्यम् अस्ति. अतः अत्र अभि इति अव्ययं लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रेण शलभाः अग्निम् अभिमुख्य पतन्ति इति. अग्नि लक्ष्यमस्ति, लक्ष्यं शलभाः तत्र गच्छन्ति. अतः वयं जानीमः अग्निं लक्षीकृत्य ते जायन्ति इति. सम्यक् वा? अस्तु, अत्र सम्यक् एव. अत्र अग्निः ज्ञापकः येन अग्नेः आभिमुखे शलभपतनम् इति अर्थः ज्ञाप्यः भवति. अग्निः लक्ष्यं ज्ञापयति, अतः अग्निः ज्ञापकः अस्ति. अग्निः ज्ञापकः अस्ति, अग्नि ज्ञापकेन अग्निना ज्ञापकेन वयं जानीमः अग्निलक्ष्यम् अग्नेः आभिमुख्ये शलभपतनम्. शलभपतनं शलभाः अग्निम् आभिमुख्ये गच्छन्ति, अभिमुखीकृत्य पतन्ति, गच्छन्ति. अग्रे पठामि. अग्रे पठतु. अलौकिकविग्रहवाक्यं दत्तम्. अग्नियोगः अम् योगः अभि लक्षणेन अभिप्रति अभिमुख्ये इति सूत्रेण आभिमुख्यर्थे अभि इति अव्ययम् अग्नि इति चिन्नवाचिना सुबन्तेन विकल्पेन समस्यते. अग्निः योगः अम् योगः अभि. अभि इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति. अणुसन्धिं कृत्वा अभ्यग्नि अभ्यग्नि इति प्रातिपदिकं सिद्ध्यति. अभ्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययस्य उत्पत्तिः. अग्रे अव्ययादाप्सुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति, अभ्यग्नि इति समस्तपदं निष्पन्नं भवति, समासापक्षे वाक्यं भवति अग्निम् अपि शलभाः पतन्ति इति. अग्निम् अपि शलभाः पतन्ति, तत्र अलौकिकवाक्यं विग्रहवाक्यं भवति अग्नि योगः अम् योगः अभि. अत्र कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण द्वितीया विभक्तिः भवति. अनन्तरं लक्षणेन प्राकटारसमासः इति सूत्रेण तस्य समासाधिकारे तद्वत् भवति. अनन्तरं वदामि भव प्रक्रिया अव्ययीभावः इति सूत्रेण अव्ययीभावसमाससंज्ञा अपि भवति. अनन्तरं लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रेण अत्र अभि इति अव्ययम् आभिमुख्यार्थे अग्निं लक्षीकृत्य वर्तते लक्षणेन अपि प्रति अभिमुख्ये इति सूत्रेण अभि इति अव्ययं प्रथमाविभक्तौ अस्ति, तत् सूत्रे प्रथमाविभक्तौ अस्ति, अतः अत्र अपि तदेव सूचयति. तस्य उपसर्जनसंज्ञा भवति, उपसर्जनसंज्ञा भवति अतः तत् पूर्वम् आगच्छति. अतः अभियोगः अग्नियोगः अम् इति भवति. अनन्तरं तथा समासज्ञा प्राप्नोति इत्यनेन कारणेन कृतसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा अपि तस्य भवति. सुपो धातु प्रातिपदिकयोः इति सूत्रेण अवयव सुपः लुप् भवति, अभि अग्नि इति भवति. तत्र यणसन्धिः कार्यं करोति, अभ्यग्नि इति भवति. अव्ययीभावश्च अव्ययीभावश्च इति सूत्रद्वयेन अव्ययसंज्ञा अपि प्राप्नोति, नपुंसकलिङ्गमे अपि प्राप्नोति. अभ्यग्नि इति अव्ययपदम् अस्ति, प्रातिपदिकमस्ति, नपुंसकलिङ्गे अस्ति, नपुंसकलिङ्गे अस्ति. अनन्तरं तद् प्रातिपदिकमस्ति इत्यनेन सुप् योजनं भवति. सुप् योजनं भवति चेत् तद् पदं भवति, परन्तु तद् अव्ययम् अस्ति अतः अव्ययादाप् सुपः इति सूत्रेण सुपः लोपः भवति. परन्तु पदम् इति संज्ञा तिष्ठति, अतः अभ्यग्नि इति समस्तपदं भवति. इकारान्तः अस्ति अतः अन्यसूत्राणि न कार्यं करोति, समस्तपदं भवति. अभ्यग्नि शलभाः पतन्ति इति वाक्यम्. एतद् विभाषा इति सूत्रस्य अधिकारे अस्ति, अतः समस्तपदं न भवति चेत् कर्मप्रवचनीयसंज्ञार्थे अग्निम् अभि इति व्यस्तं पदमस्ति. अग्निम् अभि शलभाः पतन्ति इति द्वितीयवाक्यं, सो वाक्यद्वयं भवति. समीचीनम् अस्तु. रोहिणी भगिनी, भवती अग्निं प्रति इति अस्ति खलु? क्षम्यता, पुष्पा भगिनी भवती वदति वा अग्निं प्रति? अग्निं प्रति भगिनी अग्रिमं भवती अग्रिमं करोतु. पुष्पा भगिनी एतत् अग्निं प्रति. अस्तु महोदय. अग्निं प्रति प्रत्यग्निशलभाः पतन्ति, अग्निं प्रति शलभाः पतन्ति. अलौकिकविग्रहवाक्यम् अग्निम् अग्नि योगः अम् योगः प्रति, लक्षणेनाभिप्रति अभिमुख्ये इति सूत्रेण अभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते. अग्नि योगः अम् योगः प्रति, प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति. यन् सन्धिः कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति. प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययस्य उत्पत्तिः अव्ययादापसुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति. प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति. समासापक्षे वाक्यं भवति अग्निं प्रति चलभाः पतन्ति. पूर्वे उक्तम् तथैव एतदपि अग्नियोग अम् योगः प्रति इति अलौकिकवाक्यम् अस्ति. अत्र व्यस्तप्रयोगम् अस्ति अग्निं प्रति लक्ष्मणेन लक्षणेन प्रति अभिमुख्ये इति सूत्रेण अभिमुख्यर्थे प्रति इति अव्ययम् अग्नि अग्नि सुबन्तपद पदस्य चिह्नवाचक सूच अग्निसूचयति. तत् सुबन् सत् तत् समस् अग्नि तत् सुबन्तेन समस्यते. परन्तु प्रति इति अव्ययस्य उपसर्जनसंज्ञा अपि भवति. तद् पूर्वनिपातः आगच्छत् भवति. अत्र प्रति अग्नि इकारः अकारः भूत्वा यकारः यन्सन्धि आगच्छति. प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति. अत्र अव्ययसंज्ञा अस्ति. प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अत्र प्रत्ययस्य उत्पत्तिः अस्ति. अव्ययदाप्सुपः इति सूत्रेण सुपासः लोपः भवति. पासः इति भगिनि यत् अत्र अस्ति तदेव वदति, पुनः भवती प्रयत्नं न करोति. अव्ययतात्सुपः सुपासः इति वदति न अस्तु. इदानीं किमर्थं न अव्यय भावात् अतोन्तपञ्चम्यः किमर्थं न कार्यं करोति? अत्र अत्र लक्षणे नाभि प्रति अभिमुख्ये कार्यं करोति न तथैव न अत्र ह्रस्व अत्र ह्रस्व इकारः अस्ति. तदेव तदेव अत्र इकारः अस्ति, अकारः नास्ति. इकारः अस्ति, अदन्तं अदन्तं नास्ति. अस्तु, अव्ययसुपः इति सुप्लुक् अभवत्. इदानीं केन सूत्रेण अत्र पदसंज्ञा, भगिन्या उक्तं तत्र पदसंज्ञा अस्ति इति, केन सूत्रेण अत्र पदसंज्ञा भवति? पदसंज्ञा तु Uh, मनसि अस्ति, मनसि अस्ति प्राकडा हस्तपः, तद् तद् नास्ति. पदम् इत्युक्ते किं? पदसंज्ञा प्रातिपदिक प्रातिपदिकात् प्रातिपदिकम् आगच्छति न व्याकरणे अथवा अव्ययभावः अव्ययभावश्च सुप् तिङन्तं पदम् सुप् तिङ् अन्तं यत् अन्ते अस्ति सुप् वा तिङ् वा अन्ते अस्ति तत् पदं भवति सम्यक्. इदानीं तत्र सुप् प्रत्ययस्य लोपः भवत् इति भवती उक्तवती. सुप् प्रत्ययस्य अव्ययतापसुपः इति सूत्रेण लुक् लोपः नास्ति लुक् अभवत् लुक् भवति. इदानीं लोपः अपि एकविध तत्र लुक् इति एकविधलोपः एव तत्र सुप् प्रत्ययं लोपं सुप् प्रत्ययस्य लोपः अभवत्. लोपः अभवत् चेत् कथं वा तत्र प्रत्यग्नि इति पदं भवति? तदेव पदे प्रत्यग्नि इति पदे सुप् प्रत्यय एव नास्ति. सुप् कुत्र? सुप् एव नास्ति. सुप् इति इति प्रत्ययस्य लोपः अभवत् तदा केन कथं वा तत्र तस्य पदसंज्ञा भवति? इदानीं सर्वे लिखामः अहं लिखित्वा तत्र क्रमशः लिखित्वा वदति चेत् क्रमशः विभाषा प्राकटमासः न स तत् समस्त तत्र तदा आरभ्य सर्वं तत्र प्रक्रिया कथं भवति इति एका टिप्पणी अस्ति चेत् सुलभतया वक्तुं शक्नुमः. सर्वं मनसि भवति भवतु इति नास्ति. लिखित्वा अपि वदतु तदा मनसि आगच्छति. अस्तु महोदय. अत्र विभाषा अपि आगच्छति. विभाषासूत्रम् अपि इत्यस्य अनुवृत्ति आगच्छति न महोदय? आगतं सर्वम् अस्ति. अस्तु भवतु तत्र. अस्तु अग्रिमं पठित्वा समापयतु. अपि अलौके अग्नि प्रति अग्नि प्रत्यक्षम् उपर्युक्ते उदाहरणे प्रति उपर्युक्ते उदाहरणे प्रति इत्यस्य लक्षणे तम्भूतान भागवीपासु प्रतिपर्यनवः इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये. अस्तु एवमेव अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अभिरभणे रभागे अभिरभागे इति सूत्रेण लक्षणार्थे द्योत्ये. तत्पश्चात् कर्मप्रवचनीया द्वितीया इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीया विभक्तिः भवति. अतः अग्निः अग्नि इति शब्दस्य द्वितीया विभक्तिः भवति. एषं नियमः तु वाक्यस्तरे अपि भवति. यथा अग्निम् अभि शलभाः पतन्ति, अग्निं प्रति शलभाः पतन्ति इति. अभि प्रति अनयोः कर्मप्रवचनीयसंज्ञकयोः योगे तु द्वितीया विभक्तिः भवति. अस्तु महोदय, तत्र अलौकिकविग्रहवाक्ये द्वितीया कर्मप्रवचनीया द्वितीया इति सूत्रेण द्वितीयविभक्ति एव तिष्ठ आगच्छति इति. अग्निं प्रति अग्निम् अभि द्वे अपि द्वितीया विभक्तिं भवति, विभक्तिः भवति इति वदति. अग्निमपि विभाषा इति कृत्वा तत्र कर्मप्रवचनसंज्ञा भूत्वा तत्र अग्नि अपि अपि च प्रति इति अनयोः अनयोः तत्र कर्मप्रवचनीया भवति. तदनन्तरं कर्मप्रवचनीयुक्ते द्वितीया इति कृत्वा अग्नि इति पदस्य द्वितीया विभक्ति इति. तस्मात् द्वितीया विभक्ति निधानम् अस्तु महोदय. अग्रे पठामि वा? पर्याप्तं भगिनि, धन्यवादः. अग्रे रोहिणी भगिनी पठति वा अक्षिणी प्रति इति? आं महोदय, अक्षिणी प्रति प्रत्यक्षं फेसिङ्ग् टुवर्ड्स् आर् इन् फ्रण्ट् आफ् द ऐस्. अक्षि प्रति अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति. लक्षणे इत्थं भूताख्यान भागवीप्सासु प्रतिपरि अनवः इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये. तत्पश्चात् कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीया विभक्तिः भवति. अतः अक्षि इति शब्दस्य द्वितीया विभक्तिः भवति अक्षिणी इति. अक्षि योग औट् योग प्रति योगस्तु इति अलौकिकविग्रहवाक्यं. लक्षणेन अभिप्रति आभिमुख्ये इति सूत्रेण समासः विधीयते. यतोहि प्रति इति आभिमुख्यार्थे अक्षि इति छिन्नवाचिनसुबन्धेन सह विकल्पेन समस्यते. अभिभावश्च समासो भवति. अत्र सूत्रं भवति लक्षणेन अभिप्रति आभिमुख्ये. अत्र प्रतिशब्दम् उपयुज्यते. प्रति योग अक्षि योग औट् भवति. प्रतिशब्दस्य योग अक्षि प्रतियोग अक्षि योग औट् प्रति अक्षि योग औट् योग प्रति योगस्तु सु इत्यस्य लुक् प्रति अव्याद् आप्सुभः इति सूत्रेण. परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति वाक्येन प्रतिशब्दस्य शब्दपदं पदत्तं भवति. सः सुप इति सूत्रेण प्रतिशब्दम् अक्षि इति शब्देन सह समस्यते. अविभावसमासः भवति. लक्षणेन वा अथवा लक्षणेनाभिप्रत्याभिमुख्ये इति सूत्रेण वा? लक्षणेनाभिप्रति अभिमुख्ये इति सूत्रेण वा? अक्षिशब्दः योग औट् इति शब्दः तत्र प्रति इति अव्ययं प्रति इति अव्ययं तत्र अक्षि इति सुबन्तेन लक्षणार्थे अक्षि इति सुबन्तेन समस्यते आभिमुख्यार्थे इति वक्तव्यम्. अत्र लक्षणेन अभिप्रति आभिमुख्ये इति सूत्रे प्रतिशब्दः प्रथमाविभक्तौ अस्ति. तस्मात् पूर्वनिपातं भवति उपसर्जनं पूर्वम् इति सूत्रेण. प्रतियोग अक्षियोग औट् भवति. तत्र सुपर् लोपः भवति. किं सूत्रेण न जान अभिभावश्च इति सूत्रेण नपुंसक सुपधातुपादुकयोः इति सूत्रेण सुपर् सुपर् लुक् भवति. सुपधातुप्रातिपदिकयोः इति सूत्रेण कदा भवति सुप्रत्ययस्य लुक् भवति कदा भवति अव्याद् आप्तोपः इति सूत्रेण अस्ति. न न तत् तु सुपोधातुप्रातिपदिकयोः इति सूत्रेण औट् सु इति अनयोः प्रत्ययोः लोपः भवति प्रक्रिया आदौ एव भवति आदौ एव भवति. इदानीम् अक्षियोगः प्रति इति स्थिते किं भवति प्रति इति उपसर्जनं भूत्वा पूर्वं लक्षणेनापि प्रति अभिमुखे इति सूत्रे प्रतिशब्दः प्रथमाविभक्तौ भवति तद् उपसर्जनं भवति. उपसर्जनं पूर्वम् इति सूत्रेण पूर्वनिपातो भवति. प्रतियोग अक्षि इति स्थिते स्थिते प्रति तत्र अयादेशः भवति प्रत्यक्षि भवति. किम् आदेशः भवति अयादेशः वा अयादेशः इति अस्ति यन् सन्ति न महोदय अया प्रति आ ईप् योग आ यन् सन्ति भवति यन् सन्ति भवति सोरि प्रत्यक्षी भवति. अत्र इकारान्तः अस्ति सो न पञ्चम्य इति सूत्रेण प्रवर्तते. एकनिमिषं तत्र अक्षि इति शब्दः कीदृशपद शब्दः अस्ति इकारान्तः अस्ति इकारान्तः नपुंसकलिङ्गशब्दम् नपुंसकलिङ्गः अस्ति इकारान्तः नपुंसकलिङ्गः नपुंसकलिङ्गः अस्ति. इदानीं तत्र अक्षि इति पदं तत्र अविभावे षरत्सप्रभृतिभ्यः इति सूत्रे तत्र गणे शरदादिगणे अस्ति शरदादिगणे तत्पूर्वं वयं पठितवन्तः शरदादिगणे अक्षि इति शब्दः उक्तः अस्ति इति कृत्वा तत् अविभावे शरत्प्रभृतिभ्यः इति सूत्रे एव तत्र गुणसूत्रमस्ति तत्र लिखितमस्ति अधो भागे किञ्चित् पठति वा पठितवान् प्रत्यक्षी इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते. परोक्षि प्रतिपरि सुङ्भ्यो अक्ष्णा इति गणसूत्रेण परोक्षिभ्योक्ष्णा इति गणसूत्रेण अविभावे शरत्प्रतिभ्यः इति सूत्रस्य अन्तर्गते प्रतिपरि समनुभ्यो अक्ष्णा इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम्. गणसूत्रार्थः प्रति परि सं तथा अनु एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत् तदन्तात् अविभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते. अनेन प्रत्यक्षं परोक्षं समक्षम् अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति. अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिनसुबन्धेन सह भवति लक्षणेन अभिप्रति आभिमुख्ये इति सूत्रेण प्रत्यक्षः विधीयते प्रतिपरि समानुभ्यो अक्षणा इति गणसूत्र सूत्रात् तस्मात् प्रत्यक्षीयोग टच् भवति टच् हलन्ति सूत्रेण च इत् भवति चुडु इति सूत्रेण ट इत् भवति आ अवशिष्यते प्रत्यक्षीयोग आ तत्र सूत्रं यस्येति च अहं पठामि स्मरति वा स्मरणे अस्ति वा तद् किं भवति इति तत्र अहं न पठितं पूर्वं मध्ये प्रत्यक्षीयोगः यस्येति च इति वसंसर्गस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति अतः प्रत्यक्षयोग आ प्रत्यक्ष इति प्रातिपदिकं निष्पन्नं भवति इदानीं सुबुत्पत्तिः भवति सुबुत्पत्तिः भवति तत्पश्चात् न अव्ययीभावात् अधो अन्त अपजम्य इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय पञ्चमीविभक्तौ अम् आदेशः न भवति तत्र तु इदानीं प्रक्रिया भवति प्रत्यक्षयोगः इति स्थिते यस्येति सूत्रेण इकारस्य लोपः भवति प्रत्यक्ष भवति कथं भवति इकारस्य लोपः केन कारणेन भवति सूत्रेण यस्येति च इति सूत्रे किम् उक्तमस्ति वसंज्ञस्य अङ्गस्य आवर्णस्य इवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति तच् इति तद्धितप्रत्ययः तस्मात् लोपः भवति तदा प्रत्यक्ष इति प्रातिपदिकं भवति इदानीं अग्रे भवतु न अव्ययीभावात् अतो अन्तु अपञ्चम्यः इति सूत्रं प्रवर्तते तस्मात् अकारस्य स्थाने अम् आदेशः भवति प्रत्यक्षयोग अम् इति स्थिते अमिपूर्व इति सूत्रेण अम्मादेशः कुत्र भवति अम्मादेशः कुत्र भवति अकारस्य स्थाने वा अकारस्य स्थाने अमादेशः भवति पञ्चमीविभक्ति कुत्र भवति प्रत्यक्षयोग आ इति स्थिते अकारस्य स्थाने अम् भवति भगिनि प्रत्यक्षयोग आ इत्यत्र प्रत्यक्ष इति भवति खलु तदनन्तरं सुप् विधानं सुप् स्थाने सुप् स्थाने अमादेशः भवति सुप् सुप न भवति परन्तु अमादेशः भवति प्रत्यक्षम् इति रूपं भवति पञ्चमीविभक्तिं विहाय पञ्चमीविभक्तौ प्रत्यक्षात् इति भवति अपरासु विभक्तिषु प्रत्यक्षम् इति भवति तत्र द्वितीयसप्तम्यर्बहुणम् इति प्रवर्तते न वा न जानामि किमर्थं न प्रवर्तते प्रवर्तते खलु तृतीयसप्तम्यर्बहुणम् इति सूत्रेण तृतीयविभक्तौ प्रत्यक्षेण अथवा प्रत्यक्षम् इति द्वौ रूपौ भवति भवतः तत्र प्रत्यक्षं प्रत्यक्षेन प्रत्यक्षे प्रत्यक्षम् इति सप्तमी विभक्तौ प्रत्यक्षे प्रत्यक्षम् इति रूपं भवति सत्यम् अस्तु भगिनि बहुकालानन्तरं भवती आगतवती स्वास्थ्यं सम्यक् अस्ति वा इदानीं सम्वाट् अस्तु भगिनि धन्यवादः महोदय अपरं पठामि प्रत्यक्षयोग अहं तदेव उक्तवती खलु इदानीम् अमिपूर्व भवति प्रत्यक्षं तद् उक्तवती तदेव धन्यवादः महोदय तत्र विपाशां प्रति सूर्यं प्रति प्रति सूर्यम्, ईश्वरं प्रति प्रतीश्वरम् इति उदाहरणानि भगिन्या लिखितमस्ति अत्र. अस्तु, अग्रिमवर्गे इतः आरभ्य पठेम. इदानीम् एकनिमिषं समापयित्वा सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.